नाम सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतं. प्रथमं ध्यानम्. येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. आयि उण् ऋलृक् एयोङ् ऐ औच् हयवरट् लण् ञमगणनं ञभै घडदश् झवगडदश् खफचटतचटतौ कपै षषसर् हल् इति प्रत्याहारसूत्राणि. गोमति भगिनी द्रव्यैभावसमाससूत्राणि वदतु. पठामि. नमस्ते. समर्थः पदविधिः सुभामन्त्रिते पराङ्गवत्स्वरे सह सुपा अव्ययी भावः अव्ययं विभक्तिः समीपसमृद्धिव्युर्थि अर्थाभावत्ययसम्प्रतिशब्दप्रादुर्भाव पश्चाद्यथा आनुपूर्व्ययौगपद्यः सादृश्यसम्पत्ति साकल्यन्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिना मात्रार्थे अक्षशलाकासङ्ख्या परिणा विभाषा अपपरिबहिरञ्च वः पञ्चम्या आङ्मर्यादाभिविद्योः लक्षणेनाभिप्रतीयाभिमुख्ये अनुर्यत् समया यस्य चायामः तिष्ठद्गुप्रभृतीनि च पारे मध्ये षष्ट्या वा सङ्ख्या वंश्येन नदीभिश्च अन्यपदार्थे च संज्ञाया. श्रीगुरुभ्यो नमः. धन्यवादः भगिनि. धन्यवादः. अभिभावसमाससूत्रस्य अन्तिमसूत्रमस्ति अन्यपदार्थे च संज्ञाया. तत्र अन्यपदार्थे संज्ञावाचिनसंज्ञा नदीवाचिशब्देन वचिना सुगन्धेन सह संज्ञायां विषये समास्यते चेत् अव्ययीभावसमासः भवति. अन्यपदार्थे च संज्ञायां विधिसूत्रेण. अस्मिन् सूत्रे एकं विशिष्टसूत्रमस्ति यत् स्त्रियां पुंभाषितपुंस्कादनुं समानाधिकरणे स्त्रियां पूरणी क्रिया आदिषु इति सूत्रस्य एकम् अस्ति. तत् पठित्वा अग्रे चर्चयिष्यामि. रोहिणी भगिनी सूत्रं पठतु. महोदय. स्त्रियाः पुंवद्वाक्षितपुंस्काद् अनुं समानाधिकरणे स्त्रियाम् अपूरणी क्रियादिषु भाषितपुंस्कात् परः ऊङः अभावः यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्य एवं रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे परे न तु पूरण्यं क्रियादौ च परतः. अर्थात् भाषितपुंस्कशब्दात् ऊं प्रत्ययः न विहितः चेत् तदा तादृशस्य स्त्रीवाचकशब्दस्य पुंवाचकं रूपं भवति समानाधिकरणे स्त्रीलिङ्गशब्दे उत्तरपदे परे. परन्तु समानाधिकरणे पूर्णार्थकप्रत्ययान्ते स्त्रीलिङ्ग उत्तरपदे परे अथवा प्रियादिगणे पठिते स्त्रीलिङ्गे उत्तरपदे परे न भवति. भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पुल्लिङ्गे आश्रितः तत्पश्चात् स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः. एतादृशशब्दाः एव भाषितपुंस्काः. अर्थात् यः शब्दः स्त्रीलिङ्गे पुल्लिङ्गे च प्रयुक्तः अस्ति तथा च तयोः अनन्तरम् ऊङ् प्रत्ययः न विहितः चेत् तदा स्त्रीलिङ्गवाचकशब्दः पूर्वपदे चेत् पुल्लिङ्गवत् भवति. किन्तु उत्तरपदे पूरणी संज्ञावाचः स्त्रीलिङ्गशब्दः अथवा क्रियादिगणे पठितः स्त्रीलिङ्गशब्दः अस्ति चेत् पुंवद्भावः न भवति. पुंसि इति पुंवद् भाषितः पुमान् येन स भाषितपुंस्कः धुवृहि. तस्मात् भाषितपुंस्कात् न ऊं पुंवो अभावः अनूं भाषितपुंस्कात् अनूम् इत्यस्य षष्टिं भाषितपुंस्काद् अनूङः इति स्यात्. परन्तु सूत्रे भाषितपुंस्काद् अनूम् इत्युक्तम्. अत्र षष्टिविभक्तेः लुक् विभाज्यते. अतः भाषितपुंस्काद् अनूम् युक्तषष्टिभ्यं पदम् इतः षष्टिङ्गं पुंवत् अव्ययपदं भाषितपुंस्काद् अनूम् युक्तषष्ट्यन्तम्. समानाधिकरणे सप्तम्यन्तं क्रियाः षष्ट्यन्तं पूरणीक्रियादिषु सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. अनुसूत्रपदे इत्यस्मात् सूत्रात् सूत्रपदे इत्यस्य अनुभूतिः अस्ति. अनुसूत्रसहितसूत्रं पुंवत् भाषित पुंस्कात् अनून् क्रियाः समानाधिकरणे उत्तरपदे क्रिया अपूरणी क्रियादिषु. विद्याभगिनी करपत्रं परिष्कृतमस्ति, भवत्याः कृते नूतन करपत्रं नास्ति वा? रिफ्रेश् करोति. इफ् यु टेकन् अ प्रिण्ट् औट् इट् इस् अ ओल्ड् वन्, शी हेस् करेक्टेड् इट् वित् सम् मैनर् चेञ्जस्. इट्स् आन् द वेब्सैट्. फ्रम् मै स्क्रीन् ओन्लि. ओके ओके, वदतु तस्य सूत्रस्य अर्थं वदतु भगिनि. बहु कष्टमस्ति, बहु स्वल्पम् एव अर्थं. यत् यद् भवती जानाति तद् वदतु. स्त्रियाः पुंवद्भावः भवति वेदर् अनु न प्रवर्तितम्, ऊं प्रत्ययः न योजितम्, अथवा तदा एव पूरणे प्रत्ययः न योजितं, क्रियादिगणेषु अपि न भवितम्. यत्र एकशब्दः पुल्लिङ्गे अस्ति तत्र तस्य स्त्रीलिङ्गशब्दः स्त्रीप्रत्ययं योजित्वा लभ्यते, तदा अविभावसमासे तस्य पुंवद्भावः भवति इत्येव अहं जानामि. समीचीनमेव भगिनि. वस्तुतः शब्दस्य अर्थः दत्तमस्ति. पुंवद्भाव आश्रितशब्दाः प्रातिपदिक अवस्थायां पुंवत् अर्थम् आश्रित्य यत् पदमस्ति तत् सुबन्धं योजयित्वा साधारणतया पुल्लिङ्गं भवति. किन्तु स्त्रीप्रत्ययं तत् योजयित्वा तदेव प्रातिपदिकं स्त्रीत्वविवक्षायां स्त्रीशब्दानि भवितुमर्हति. तत्र तत् यत्र स्त्रीत्वविवक्षायां स्त्रीप्रत्यययोजनेन स्त्रीलिङ्गवचनानि निर्मयितुं शक्यते चेत् तत् प्रातिपदिकं पुंवद्भाव इति भवति कृत्वा भाषितपुंस्कः इति भवति. विवक्षायां स्त्रीलिङ्गशब्दमस्ति चेदपि भाषितपुंस्क इति तस्य प्रत्येकं नामम् अस्ति. तदेव भवती लिखितमस्ति पुंसि इति पुंवत् भाषितपुमान् येन सह भाषितपुंस्क बहुव्रीहि. एतादृशशब्दः एव यत्र भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पुल्लिङ्गे आश्रितः तत्पश्चात् स्त्रीत्वविषयां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः. एतादृशशब्दः एव भाषितपुंस्काः. अर्थात् यः शब्दः स्त्रीलिङ्गे पुल्लिङ्गे च प्रयुक्तः अस्ति तदा च तयोः अनन्तरम् ऊङ् प्रत्यय न विहितः इति अनुङ् इति शब्दस्य विषयमस्ति. भाषितपुंस्का साधारणतया ताप् नीप् ऊङ् एतानि प्रत्ययान् योजयित्वा एव स्त्रीलिङ्गपदानि निष्पद्यते. अत्र यस्मिन् सूत्रे स्त्रियां पुम्भाषितपुंस्कात् अनूङ् इति सूत्रे स्त्रीशब्दस्य अनूङ् प्रत्ययशब्दान् विहाय टाप् नीप् प्रत्ययानि योजयित्वा यानि पदानि सन्ति समानाधिकरणे तथा स्त्री अपूरणी प्रियादिषु इति अपि वर्जयित्वा या स्त्रीप्रत्ययः अस्ति तस्य समानाधिकरणे पुंवत् भाषितपुंस्कः इति अस्मिन् सूत्रस्य अर्थमस्ति. अनुवृत्तिसहितं पश्यते चेत् भाषितपुंस्कात् अनूङ् स्त्रिया समानाधिकरणे उत्तरपदे स्त्रियाम् अपूरणी अप्रियादिषु तदेव तस्य गोमति भगिनी किं वदति भवती. अहम् एतद् अवगच्छामि प्रथमं भाषितपुंस्कः कः इति. भाषितपुंस्कः इत्युक्ते प्रातिपदिकं पुल्लिङ्गे भवति तस्मात् स्त्रीप्रत्यय स्त्रीलिङ्गविवक्षाया स्त्रीप्रत्यययोजनं भूत्वा स्त्रीलिङ्गपदस्य निर्माणं भवति. तानि पदानि एव भाषितपुंस्कः. तो भाषितपुंस्कः केन् यु लिफ्ट् ऐ मीन् गो टु द बिगिनिङ्ग् आफ् द सूत्र प्लीस्. तु स्त्रिया पुंवद्भाषितपुंस्काद् तु पुंवद्भाषितपुंस्काद् स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदानि भवन्ति. तत् समानाधिकरणे भवति उत्तमः बालकः उत्तमा बालिका इति समानाधिकरणे भवति. तत्र विशेषणभावमपि भवति. यदा ऊङ्प्रत्ययः ऊङ्प्रत्ययविषये अस्माकम् अत्र न रिक्वायर्ड् अतः ऐ ट्रैड् नाट् टु अण्डर्स्टाण्ड् अण्ड् अपूरणे अण्ड् प्रियादिगणे ये स्त्रीलिङ्गशब्दाः भवन्ति तत्र ये सूत्रं यः सूत्रं न कार्यं करोति. So what I require to understand avibhava samasam aitaprandha sutra saying that samanadhikarane striya stri linga padam etra vayam upayujyate tat stri linga padam prathamam pullinga pada pradipadikat nirmitaha asti stri pratyaya ani stri pratyaha yojitva. अस्तु अत्र भाषितसंस्कृति स्यात् परन्तु तत्र समानाधिकरणे उत्तरपदे स्त्रियां एतत् परिच्छेदम् अपि पठित्वा अग्रे गच्छामः. गोमती भगिनी पठितु भाषितपुंस्कः. भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पुल्लिङ्गे आश्रितः तदा स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः. एतादृशशब्दाः एव भाषितपुंस्काः. भाषितः पुमानेन सह भाषितपुंस्कः. विद्याशब्दः भाषितपुंस्कः नास्ति. किमर्थमिति चेत् यद्यपि विद्या इति शब्दे ताप् इति स्त्रीप्रत्ययः अस्ति प्रमुखेषु स्त्रीप्रत्ययेषु ताप् प्रत्ययः अन्यतमः. तथापि पूर्वं विद्यः इति शब्दः आसीत् ततः परं ताप् प्रत्ययः योजितः इति नास्ति. विद्या शब्दस्य पुल्लिङ्गरूपमेव न भवति, सदा ताप् प्रत्ययान्तमेव भवति. पुल्लिङ्गे यस्य प्रयोगे भवति तस्मात् शब्दात् स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं तर्हि सः शब्दः भाषितपुंस्कः. माला, नासिका एतादृशबहवः शब्दाः सन्ति ये नित्यस्त्रीलिङ्गशब्दाः, तेषां स्त्रीप्रत्ययः भवति एव. सुन्दरी इति शब्दः भाषितपुंस्कः यतोहि सुन्दरः इत्येवं पुल्लिङ्गे व्यवहारः अस्ति. स्त्रीलिङ्गविवक्षायां नीप् प्रत्ययः योज्यते, अनेन च सुन्दरी इति रूपं भवति. इदं विशेषनिघ्नपदम् इति उच्यते. विशेषनिघ्नपदम् इति उच्यते. त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य तादृशविशेषणं पूर्वपदमस्ति चेत् एव पुंवद्भावो भवति. भाषितपुंस्कः इति कः इति विवृणोति. भाषितपुंस्कः शब्दाः ये पुल्लिङ्गप्रातिपदिकात् स्त्रीलिङ्ग प्रत्ययाः योजयित्वा भवन्ति. परन्तु टाप् स्त्रीलिङ्गप्रत्ययः टाप् आप् अस्ति, णी प्रत्ययः अस्ति, चाप् अस्ति. अत्र सर्वे स्त्रीलिङ्गप्रत्ययाः योजयित्वा भाषितपुंस्कः न भवति. नित्यस्त्रीलिङ्गशब्दः बहवः सन्ति यदा विद्या, माला एता शब्दाः. परन्तु यदा उत्तमा, सुन्दरी एते शब्दात् नीप्रत्ययं स्त्रीप्रत्ययं योजयित्वा सुन्दरः, उत्तमः इति पुल्लिङ्गप्रातिपदिकात् नीप्रत्ययशब्दः अस्तु महोदय. योजयित्वा सुन्दरी, उत्तमा इति शब्दाः उत्पन्नाः. एते शब्दाः पुल्लिङ्गे भवति, स्त्रीलिङ्गे भवति, नपुंसकलिङ्गे अपि भवन्ति. एतौ ये शब्दाः पुल्लिङ्गप्रातिपदिकात् ऐ एम् रिपीटिङ्ग् इट् अगेन् अण्ड् अगेन् ये शब्दाः पुल्लिङ्गप्रातिपदिका स्त्रीलिङ्गप्रत्ययस्य योजनेन भवति तदेव भाषितपुंस्कः. विद्यामाला इति नित्य पुल्लि आपः एतानि एते शब्दाः भाष्यपुंस्कः नास्ति. तदेव तत्र विशेषनिघ्नपदमिति विशेषनिघ्नपदम् इति उच्यते. मया अवगतम् इस् सुन्दरी बालिका, तत्र विशेषणसामर्थ्यमस्ति. परन्तु विद्या यदा वयं वदामः तत्र विशेषणभावं न भवति. विद्या एव भवति. यत् मया अवगतं यत् वदितुमिच्छामि, विशेषपदानि विशेषणविशेष अवस्थायां विशेष्यपदानि सन्ति यत् पुल्लिङ्गे विशेषरूपेण विशेषणरूपेण भवितुमर्हति, स्त्रीलिङ्गे अपि विशेषणरूपेण भवितुमर्हति. ते सर्वे पुल्लिङ्गे स्त्रीलिङ्गे अपि भवितुमर्हति. यदा सुन्दरः, यदा उत्तमः, अन्यानि पदानि बहूनि पदानि सन्ति. किन्तु तेषां निघ्नः भवति, मीन्स् असैन्मेण्ट् वेन् इट् ईस् असैन्ड् टु स्त्रीत्वविवक्षायां तस्य प्रत्ययाः स्त्रीप्रत्ययाः भवन्ति टाप् नीप् एतानि. यथा पुल्लिङ्गे भवितुम् अर्हति चेत् तत्र साधारणतया सुपन्दपदानि सुप् सुप् प्रत्ययान् योजयित्वा पुल्लिङ्गं निष्पद्यते. तदेव विशेष्यनिघ्नपदमिति उच्यते. किन्तु माला, नासिका, विद्या एतानि पदानि पश्यते चेत् तत् विशेषरूपेण कथमपि न दृश्यते. माला इति विशेष्यपदं भवितुमर्हति वा मम इति मम प्रश्नः. नासिका तदपि विशेष्यपदं न भवितुमर्हति. विद्या अपि विशेष्यपदं न विशेषणं न भवितुमर्हति न इति कृत्वा तयोः भाषितपुंस्कत्वं न कदापि न भवति. किन्तु यत् प्रातिपदिकं विशेषणरूपेण भवितुम् अर्हति तस्य पुंस्त्वम् एवं स्त्रीत्वं विवक्षा भवति कृत्वा भाषितपुंस्काः. किन्तु सर्वविशेषणपदानि अस्ति भवति वा इति मम संशयः. द थिङ्ग् इस् दट् ऐ वास् लुकिङ्ग् अट् बेसिकलि द विशेषनिघ्नपदम् इति उच्यते. बिकास् इफ् यु लुक् अट् द सुन्दर उत्तम इस् आल् आफ़् दम् ऐ हेव् गाट् इस् अ विशेषणविशेष्यरूपं वि केन् सी दट्. सो द उत्तरपदं विशेष्यं इफ् इट् इस् पुल्लिङ्ग देन् विशेषणं हेस् टु बि इन् पुल्लिङ्ग नो. सो I think there is an importance for that word, idam visheshya nigna vadam iti uchyate. And why this is important here is that in the anya padarthe cha sampnyayam uttarapadam nadi asti iti vayam janimaha. Anya padarthe cha sampnyayam nadi vachaka shabdani sadharanataya सर्वं स्त्रीत्वविवक्षायामेव दृश्यते. गङ्गा, कृष्णा इदानीम् इति कृत्वा तस्य विशेषणरूपेण भवति कृत्वा उत्तमगङ्गा, उत्तमकृष्ण, उत्तम इति रूपं. तत्र कृष्णा अपि पुल्लिङ्गं भवति कृष्णः, स्त्रीलिङ्गे अपि कृष्णा इति दीर्घ इति कृत्वा तथैव तदपि विशेषणनिघ्नपदं भवति कृष्ण इति शब्दमपि. गङ्गा अपि भवितुमर्हति. भीष्मः न गङ्गः, गङ्गायाः पुत्रः. गङ्गः अपि पुंवद्भावः अस्ति गङ्गायाः अपि. ऐ डोण्ट् नो, भीष्म इस् काल्ड् गङ्गः. It, I am assuming because he is Ganga Putra, na? So, no. Ganga iti, we are using Ganga in Anya Padarthe, that sutra. So, Ganga should have the Pumvad Bhava, Bhashita Pumska no. Bhava. No, no. Otherwise, no. Because, no, no. Because he has got, she, Ganga has a son, doesn't mean that that name can be Bhashita Pumska. Ganga Avatyam Puman iti Kadam Nishpadyate चिन्तनीयं. नो ऐ एम् नाट् टेलिङ्ग् अबौट् तद्धितप्रत्ययविषये. ऐ एम् टेलिङ्ग् अबौट् यु नो गङ्गा इति पदं वि आर् यूसिङ्ग् इन् द समस्तपदम् उत्तम. सो गङ्गा सोरि तो गङ्गा इस् ए भाषितपुंस्कः शब्दः. तो वेन् इट् इस् भाषितपुंस्कः शब्दः. We are not talking about the Nativachaka Shabda, whether it is Bhashitapumska or not, but the Purvapadam. Purvapadam Bhashitapumskam Adeta Bhavati Cheteva Anyapadarthe Cha Sampnyayam Bhavati. Uttarapadam Nativachaka Shabdam Eva Bhavati. Purvapadam. पूर्वपदं भाषितपुंस्कशब्दः, उत्तरपदं नदीवादशब्दः. तयोः समस्तपदं भवति अन्यपदार्थे च संज्ञायम् इति सूत्रेण. उन्मत्ता क्लियर् Krishna is also is a can be used as a visheshana padam, no? Krishna is the even though the krishnah rupam yasya sah krishnah, the one who is dark is called a krishna. Same way krishna rupam yasya sa krishna, right? Who is dark complexion. Krishna phalakam. Krishna phalakam, it can be used for visheshanam. Krishna is a bhashitapumska pada. Same way shukla is also another bhashitapumska shabda. Shuklam, there is, it's also a visheshana padam, no? Visheshya, visheshana roop, we can see that wherever, it is used as that. Like Krishna, Shukla is also used. So, I think most of the visheshana padas are the uttara padam. And there may be some visheshana padam which cannot take sthritva vivaksha or pumsa vivaksha. In that upaya vivaksha nasti chet tasya samtnyayam iti upayogam na kartum shakyate. Nadi vachakasya visheshanam yat padam bhavati chet eva tatra anyapadarthe cha samtnyayam iti sutre tasya prayogam bhavati. उत्तरपदं नदीवाचकशब्दम् इति भवति इति स्पष्टं, तस्मिन् कोऽपि विवक्षा नास्ति. गङ्गा, यमुना, गोदावरी किमपि भवतु, किन्तु पूर्वपदं नदीवाचकस्य विशेषणं भवितुम् अर्हति तदेव नास्ति, तस्य भाषितपुंस्कत्वम् अपि अस्ति चेदेव अन्यपदार्थे च संज्ञायाम् इति सूत्रे समासो भवति. लोहिता तथापि विशेषणविशेष्यं पदमस्ति. सो दट् इस् वै दिस् वर्ड् दिस् हियर् न वर्ड् शी हेस् मेन्शन् दट् इदं विशेष्यनिघ्नम् अदम् इति उच्यते. सो दट् वर्ड् हेस् गाट् इम्पार्टेन्स्. अस्तु, निघ्न इत्युक्ते इट् इस् विच् हेस् इट् इट् कम्स् निघ्न, वि नो विघ्न, बट् निघ्न मीन्स् वाट् इट् इस् दिस् मीनिङ्ग् इस् डिपेण्डेण्ट् सब्सर्वियन् डोसिल् डिपेण्डेण्ट् आर् सब्लेटिव्. That is come from nishyande, nigrihyande iti. That is the how the word is in. It is dependent. So visheshana dependent padam. So that is why visheshana nigna padam iti chate chet. It is a adjective dependent word. The word which is dependent as an adjective. Becoming clearer. Yeah. Right. So. Thank you. Okay. Now we will go through this Abhyayi Bhava Samasa Niyamaha. Because what are the Abhyayi Bhava Samasa Anta Prakriya? That is, how does the Antima Rupa? उत्तरपदं पूर्वपदं तदा सर्वम् अभवत्, तदनन्तरं प्रत्ययविधानपूर्वकं किं भवति अन्तिमवर्णस्य इति दत्तमस्ति. रोहिणी भगिनी पठति वा? आं महोदय, अव्ययीभावसमासे नियमाः अव्ययीभावसमासस्य नियमाः यत्र उत्तरपदम् अजन्तं हस्तो नपुंसके प्रातिपदीयस्य इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदीयस्य हस्वः भवति अदन्तम् अङ्गमस्ति चेत् न अव्ययीभावात् अथवा अंश अपञ्चम्याः इत्यनेन अदन्तात् अव्ययीभावात् सुप्रत्ययस्य लुक् न भवति अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अमादेशः विधीयते अदन्तमङ्गं चेत् तृतीयाविभक्तौ सप्तमीविभक्तौ च अमादेशः विकल्पे न भवति तृतीयसप्तम्यो बहुलम् इति सूत्रेण उत्तरपदं नदी पौर्णमासी अग्राहायणी इत्येतेषु कश्चन शब्दः चेत् नदीपौर्णमासी अग्रहायणीभ्यः इत्यनेन अव्ययीभावसमासस्य उत्तरपदे नदी पौर्णमासी अग्रहायणी एतेषु कश्चन शब्दः विद्यते चेत् तस्मात् विकल्पेन टच् भवति टच् इति समासान्तः प्रत्यये विधीयते यस्मिन् पक्षे टच् भवति तस्मिन् पक्षे अदन्तत्वं सिद्ध्यति इत्यतः न अव्ययीभावात् अथवा अन्त पञ्चम्याः इत्यनेन अदन्तात् अव्ययीभावात् सुप्रत्ययस्य लुक् न भवति अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अमादेशः विधीयते यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे केवलं हस्तो नपुंसके प्रातिपदीयस्य इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदीयस्य हस्वः भवति एकनिमिषं केन अटेण्ड् फोन् काल् अर्जेण्ट् रैट् रैट् प्लीस् उत्तरपदं गिरि इति शब्दः चेत् गिरश्च सेनकस्य इत्यनेन उत्तरपदे गिरिशब्दः इति शब्दः चेत् तस्मात् टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते यस्मिन् पक्षे टच् भवति तस्मिन् पक्षे अदन्तत्वं भवति सिद्ध्यति इत्यतः न अव्ययीभावतत्वं तु पञ्चम्याः इत्यनेन अदन्तात् अव्ययीभावात् सुप्रत्ययः लुप् न भवति अपि च पञ्चमीभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अमादेशः विद्यते यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे केवलं ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण अजन्तस्य नपुंसकलिङ्गस्य प्रातिपदिकस्य ह्रस्वो भवति तत् पञ्चनियमानि दत्तमस्ति तस्य एकैकं स्वीकृत्य किं भवति इति वदतु भगिनि हस्तो नपुंसके प्रातिपदीयस्य इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदस्य हस्वः भवति इति केवलम् अजन्तस्य भवति वा या सर्वस्य हस्तो नपुंसके प्रातिपदिकस्य न कुत्रापि तत्रापि न भवति वदति ह्रस्वत्वं कदन्तमस्ति चेदेव भवति इति किमपि अजन्तमस्ति चेत् स्वरान्तं या नाट् अजन्तं सी दट् इस् वेरि इम्पार्टेण्ट् बिकास् वन् आल्फबेट् चेञ्ज् इट् मेक्स् द होल् डिफरेन्स् महोदय right. द्वितीयं बिन्दु अदन्तमङ्गमस्ति चेत् न अव्ययीभावात् अथवा अं तु अवञ्जम्याध्ययनेन अमादेशः भवति प्रत्ययस्य लुक् न भवति पञ्चमीविभक्तिं विहाय तृतीयसप्तमी बहुलमिति अध्ययनेन विकल्पेन तृतीयसप्तमीविभक्तौ लुक् न भवति अमादेशः विकल्पेन तत्र द्वौ सिद्ध्यति तृतीयबिन्दुमहोदय बिफोर् गोयिङ्ग् टु तृतीयबिन्दु केन् यु जस्ट् एक्स्प्लेन् टु मी अमि अम् इति प्रत्ययस्य स्पेशालिटि इट् इस् ओन्ली एन् आर्डिनरि प्रत्यय और् नाट् तद्धिता वित् एण्ड् आल् अम् अम् अम् इस् दट् स्वौजस् अम् औट्सस् सो द्वितीय एकवचनम् अम् इति सुगन्धं कृते अस्ति and because avyayi bhava sarvasu vibhaktisu sarvasu vachaneshu ekarupatvena tishtati iti krutva tasya ambhavam vidiyate kim iti kim iti chet napumsakalingam bhavati iti krutva napumsakalingam प्रथमविभक्त्यां द्वितीयविभक्त्यां समानं दृश्यते तत्कारणेन अम्भावस्य प्रसक्तिः अस्ति नपुंसकलिङ्गे इति कारणेन वचनेषु पृथक्ता द्विवचनं त्रिवचनं द्विवचनं बहुवचने अपि यदि नपुंसकलिङ्गम् एकरूपं दर्शितं भवति चेत् तस्य एकत्वं कथं निष्पद्यते यदि अम्भावं विद्यते चेत् केवलं तस्य प्रसक्तिः भवति द सेन्स् दट् न अव्ययीभावात् सूत्रं दट् आल् आफ् अस् नो बट् मै डौट् इस् अम् मीन्स् इट्स् दि सुप् द्विविभक्ति No, there are two things for it. One is, avyayam padam. Avyayi vavena avyaya padam nishpadyate. So we are getting an avyaya pada by the avyayi vava samasa. Right? Now, since it is a napumsaka pada, we have, in the pratama ekavachanam and dvitiya ekavachanam, supratyaya ambhavati. Both the places. And since it is an avyaya, there is no change in the vibhakti rupas as well as in the what you call vachana rupa for avyayam, avyayapadasya. That is the definition of avyaya, no? Yatna vyeti, trishulingeshu, samaneshu, saptashu, vibhaktishu. So, pratama vibhakti, pratama ekavachanam, dvitiya ekavachanam, am bhavati. So, am is the pratama ekavachanam is the indicator for a avyayam padam, also for the what you call the seven vibhaktis and seven vachanas. So that is why ambhavam vidiyate, because these are all not normal avyaya padams. These are all nishpadya avyaya padam, no? By making the samasa. Samasa, after preparing the avyayi bhava samasa, it takes the shape of an avyayam. Yeah. So for that identification from the non-avyayi bhava padam, for that purpose, the ambhavam bhavati. So the moment ambhavam, if you see, suppose if it's a normal padam, let us take for example, Krishnaha. Now, Krishnaha is a supandam when you have a supratyaya is the pratama ekavachanam. But if you see upa in the front and Krishnam, ambhava for the Krishna padam, then immediately we will know that it is an avyaya padam. And it is known as upa Krishnam. Mm-hmm. Then only we can identify that it is an avyayi bhava samasta padam out of avyayi bhavam, and it's a napumsakam also because of the ambhavam we can make out it is an avyaya padam. Okay. Tritiya Saptamya, there have two rules. It has have a ambhava as well as the standard supratyaya also we can be saying. It's a vikalpa because tritiya saptamyor bahulam iti sutrena. Rohini bhagi, panchama chaturtham padam, chaturtham bindu padatum. Haan mahadaya. Uttarapadam nadi, paurnamasi, agrahayani iti edeshu kachana shabdaha ched. Nadi paurnamasi agrahayani bihai iti sutrena. अत्र विकल्पेन टच् प्रत्ययः भवति एतेषु गणेषु शब्दः अस्ति चेत् टच् प्रत्ययः भवति चेत् अदन्तं भवति अदन्तरूपं सिद्ध्यति तत्र नवी भवात् अथवा अन्तपञ्चम्यादिसूत्रं प्रवर्तते पञ्चमीविभक्तिं विहाय अपि च तृतीयसप्तम्यर्बहुलम् इति अपि प्रवर्तते. यदि तच् न भवति चेत् तच्छन् भवति न चेत् ह्रस्वनपुंसके इति ह्रस्वरूपं सिद्ध्यति. नदी त्रिस्य नदी भवति. अजन्तपदस्य अन्तं सिद्ध्यति पञ्चमीविभक्तिं विहाय. एण्ड् सप्तमी तृतीयसप्तमे बहुलम् इति येन विकल्परूपं द्वौ रूपौ सिद्ध्यति. तत्र गिरेश्च गिरिपदस्य उत्तमपदं गिरि इति शब्दः चेत् गिरीश्च सेनकस्य इत्यनेन उत्तरपदे तत्रापि तच् प्रत्ययः विकल्पेन सिद्ध्यति. यत्र तच् प्रत्ययः प्रवर्तते तस्मात् अदन्तं भवति. अदन्तस्य ज्ञाविभावात् अथवा अन्तपञ्चम्यः इति सूत्रं प्रवर्तते अम्भावं सिद्ध्यति पञ्चमीविभक्तिं विहाय. यत्र तच् प्रत्ययेन योजितं तत्र केवलं हस्तो नपुंसके प्रातिपदीयस्य इति सूत्रेण अजन्तस्य नपुंसलिङ्गे प्रातिपदीयस्य ह्रस्वः एव भवति. अस्तु, तत्र अस्मिन् विषये किं वदति इति चेत् सामान्यसूत्रमस्ति ह्रस्वो नपुंसके प्रातिपदिकस्य. तत् केवलम् अजन्तानां विषये एव भवति. अजन्तमस्ति चेदेव ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रस्य प्रसक्तिः अस्ति. किन्तु अजन्तं नास्ति यदि नदी अस्ति, न अदन्तमस्ति चेत् न व्ययीभावात् अतन्तपञ्चम्या इति सूत्रं कार्यं करोति. अम्भावं भवति, तस्य एकं विकल्परूपमपि भवति तृतीयसप्तम्योर्बहुलम् इति अम्भावं भवति चेत् एव विकल्पेन. तत्र सूत्रद्वयमस्ति, नदीपौर्णमासभ्रायणीभ्यः एवं गिरेश्च शेनकस्य इति विकल्पसूत्राणि सूत्रद्वयम् अस्ति. तत्र नौर्णमासी अग्रहायणी नदी एतानि शब्दानि उत्तरपदमस्ति चेत् विकल्पेन तच् भूत्वा अम्बां भूत्वा नवमीभावात् अतं तु पञ्चम्या इति सूत्रस्य प्रसक्तिर्भवति. यदि विकल्पेन अम्बावन् न भवति चेत् तत्र अजन्तस्य किन्तु किं ह्रस्वो नपुंसके प्रातिपदिकस्य सूत्रं प्रसक्तिः अस्ति इति तस्य कारणमस्ति नदी पौर्णमासी अग्रहायणी त्रीणि शब्दानि दीर्घ ईकारान्तमस्ति कृत्वा अजन्त अन्तर्भूता भवति. अजन्त अन्तर्भूता भवन्ति चेत् ह्रस्व नपुंसके प्रातिपदिकस्य प्रसक्तिर्भवति विकल्पेन यदि तच् न विधीयते चेत्. तस्य तदेव गिरि इति पदस्य अपि ह्रस्व इकारान्तपदमस्ति गिरि. तद् उत्तरपदमस्ति चेत् न अव्ययीभावतमत्वपञ्चम्या प्रसक्तिर्भवति गिरेश्च सेनकस्य सूत्रेण टच् विधानं भूत्वा. तदनन्तरं यदि तत् टच् न विधीयते चेत् अजन्त अन्तर्भूत ह्रस्व इकारान्तम् अस्ति कृत्वा ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रं कार्यं करोति. तदेव तत्र पञ्चबिन्दूनि इति. यदि अजन्तं नास्ति हलन्तमस्ति चेत् किं भवति? तत्र सूत्राणि नित्यः वा विकल्पेन वा इति दृश्यते. तत् गोमतीभगिनी पठितुमिच्छति वा? अहं पठामि न महोदय. अव्ययीभावस्य नियमाः यत् उत्तरपदं हलन्दम् उत्तरपदम् अनन्दं चेत् अबिन्दु पुल्लिङ्गे स्त्रीलिङ्गे च अनश्च इति सूत्रे तच् इति समासान्तप्रत्ययः विधीयते येन अदन्तत्वं सिद्ध्यति. अदन्तत्वम् अङ्गम् अस्ति चेत् न अव्ययीभावात् अदोत्वपञ्चम्याः इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते। अदन्तम् अङ्गं चेत् तृतीयाविभक्तौ सप्तमीविभक्तौ च अमादेशः विकल्पेन भवति तृतीयासप्तम्योर्बहुलम् इति सूत्रेण। उत्तरपदं हलन्दम् अस्ति चेत् किं भवति? पुल्लिङ्गपदे स्त्रीलिङ्गपदे उत्तरपदं पुल्लिङ्गपदं वा स्त्रीलिङ्गपदम् अस्ति चेत् तत्र अनश्च इति सूत्रं कार्यं करोति। अनश्च सूत्रं कदा कार्यं करोति? प्रातिपदिकस्य अन्ते आफ्टर् नपुंसकात् प्रातिपदिकस्य सूत्रात् कार्यं पूर्णं भवति अनन्तरम् उत्तरपदस्य अन्तिमरूपं किं भवितुम् अर्हति? तद् तत्र एव अनश्च कार्यं करोति न? उत्तरपदम् अन्तम् अन्नन्तम् इति हलन्ते नकारं हलन्तम् अस्ति, किन्तु केवलं नकारस्य रूपं न भव अनश्च सूत्रस्य प्रसक्तिः नास्ति। अन् इति भवति चेत् नकारस्य पूर्व उपधायाम् अकार अस्ति चेत् अन् भवति, तत्र एव अनश्च कार्यं करोति। उत्तरपदं हलन्तं नकारान्त हलन्तम् एवम् उपधायाम् अकारम् एव भवितुम् अर्हति चेदेव अनन्तं भवति इति कृत्वा अन्नश्च इति सूत्र अनश्च इति सूत्रस्य प्रसक्तिर्भवति। सीमन् इति प्रातिपदिकं नकारान्तप्रातिपदिकं स्त्रीलिङ्गशब्दः अत्र अनश्च कार्यं करोति। सीमन् यदि सीमन् पदम् इति भवति दृश्यते चेत् अन्तिमहलन्तं भवति नकारान्तम् एव किन्तु उपधायाम् अकारमस्ति इति सीमन् इति रूपं भवति। अतः अतन्तस्य स्थाने अकार इति इकारमस्ति चेत् सीमिन् if it had been seemin then anashcha cannot come would work. Correct. Seeman ana yes. So anandam anandam and strilinge asti ataha anashcha karyam karoti tatra and once anashcha karyam karoti tada touch pratyah bhavati touch pratyasya a eva asti सीमन् उपसीमन् योग आ कार्याणि भवन्ति उपसीमा इति भवति। अन् इत्यस्य लोपः भवति। अत्र सूत्रं यस्येति च नस्तथ्यते इति सूत्रं नस्तथ्यते सूत्रं कार्यं करोति। एव उपसीमा इति भवति ह्रस्व अकारान्तपदम् अकारान् अदन्तम् अस्ति चेत् न अव्ययीभावात् अतोत्वपञ्चम्याः कार्यं करोति, रूपाणि भवन्ति पञ्चमीं यथा कार्याणि भवन्ति तदा एव अन्या विभक्तिम् अम् भावः भवति, तृतीया सप्तम्योर् व्यस्तरूपं भवति, बहुलं रूपं भवति न भवति कवि कवि कदा न भवति, अतः तृतीय सप्तम्योर् रूपद्वयं भवति। द्वितीयं बिन्दुः अस्ति नपुंसकलिङ्गस्य कार्यं वदति, तत्र पुल्लिङ्गे स्त्रीलिङ्गे अस्ति चेत् अनश्च, यदि नपुंसकलिङ्गे अस्ति चेत् किं भवति? तत्र पठतु द्वितीयपरिच्छेदम्। उत्तरपदं शरदादिगणे अस्ति चेत् अव्ययी भावे सोरि नपुंसकलिङ्गे च नपुंसकादन्यतरस्याम् इति सूत्रेण विकल्पेन टच् इति समासान्तप्रत्ययः विधीयते. यस्मिन् पक्षे टच् भवति तस्मिन् पक्षे अदन्तत्वं सिद्ध्यति इत्यतः न अव्ययीभावात् अदोत्वपञ्चम्याः इति इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति. अपि च पञ्चमी विभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते. यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे समासस्य अन्तिमनकारस्य लोपः भवति न लोपः प्रातिपदिकस्य इत्यनेन. नपुंसकलिङ्गे च नपुंसकात् अन्यतरस्याम् इति सूत्रेण यदि उत्तरपदं नपुंसकलिङ्गे अस्ति चेत् तत्र विकल्पेन नपुंसकात् अन्यतरस्याम् इति सूत्रेण टच् प्रत्ययः विधीयते. टच् भवति चेत् अदन्तत्वं यदि टच् न भवति चेत् किं भवति? टच् न अस्ति चेत् उदाहरणेन उपचर्मन् इति स्वीकरोमि. चर्मन् इति नपुंसकपदं तत्र उपचर्मन् नपुंसकत्वं भवति समस्तपदस्य अपि अव्ययीभावश्च इति सूत्रेण तु उपचर्मन् इति एव भवति न उपचर्मन् उपचर्मन् तत्र अन्तिमनकारस्य लोपो भवति वा? अन्तिमनकारस्य लोपः अन्तिमनकारस्य लोपः विधेयेन एव अदन्तं भवति. नपुंसकात् अन्यतरस्याम् इति सूत्रेण टच् विधानं भवति चेत् लोपो भवति. तत्र उपचर्मन् इति नपुंसकात् अन्यतरस्याम् इति सूत्रेण अनश्च न भवति यतोहि अन् अस्ति चेत् अपि तत् नपुंसकलिङ्गे अस्ति अतः अनश्च न कार्यं करोति. तत्र अन् अस्ति चेत् अपि न अनश्च कार्यं करोति किन्तु नपुंसकलिङ्गमस्ति कृत्वा नपुंसकात् अन्यतरस्याम् इति सूत्रमेव कार्यं करोति नपुंसकलिङ्ग उत्तरपदं नपुंसकलिङ्गमस्ति कृत्वा. तत्र विकल्पेन भवति अनश्च नित्यरूपेण भवति नपुंसकात् अन्यतरस्यां विकल्पेन भवति. किम् अविकल्पेन भवति किं नित्यरूपेण न भवति? स्त्रीलिङ्गे पुल्लिङ्गे उत्तरपदमस्ति चेदेव नित्यरूपेण भवति तच् प्रत्ययः. नपुंसकलिङ्गे उत्तरपदमस्ति चेत् तत्र व्यस्तरूपद्वयं भवति. टच् प्रत्ययः विधीयते टच् प्रत्ययः न अपि विधीयते इति भवति न मम प्रश्नः अस्ति अनश्च इति नित्यरूपेण भवति किन्तु नपुंसकात् अन्यतरस्याम् इति विकल्पेन भवति इति दत्तमस्ति. उभयोः स्थलयोः अनश्च अत्र नपुंसकात् अन्यतरस्याम् इति उपचर्मन् इति उत्तरपदस्य चर्मन् इति पदस्य अनश्च अन् अन्तमस्ति. किम् अनश्च कार्यं करोति किं नपुंसकात् अन्यतरस्याम् इति कार्यं करोति? तत्र ऐ थिङ्क् द आन्सर् इस् दिस् इस् अपवादसूत्रं फार् अनश्च. अनश्च इत्यत्र कार्यक्षेत्रं लघु नास्ति. नपुंसकात् अन्यतरस्याम् इति सूत्रं यदा नपुंसकपदम् अस्ति चेदेव तस्य सत्यकार्यं भवति अतः तत् अपवादसूत्रं बलवत् भवति अतः नपुंसकात् अन्यतरस्यामेव कार्यं करोति. अना इति अस्ति चेदपि अनश्च इति तत्र कार्यं न करोति कारणं नपुंसकम् उत्तरपदम् इत्यनेन एक एव इति एव कारणेन हा नपुंसकत्व नपुंस उत्तरपदं नपुंसकमस्ति कृत्वा तस्य अनश्च कार्यं न करोति, कार्यक्षेत्रं नास्ति अनश्च इति कार्यं, यतोहि अनन्तपद अनन्तपदमस्ति चेत् कार्यं कर् भवितुम् अर्हति, किन्तु पुल्लिङ्गस्त्रीलिङ्गपदं नास्ति उत्तरपदम् इति कृत्वा तस्य प्रसक्ति न तत्र कार्यं विना कर्तुं शक्यते. प्रसक्तिः अस्ति प्राप्तिः नास्ति. नपुंसकात् अन्यतरस्याम् इति नपुंसकलिङ्गम् अस्ति कृत्वा उत्तरपदस्य इति नपुंस अन्यतरस्याम् इति कार्यं करोति. तत् सूत्रं विकल्पेन भवति इति कारणत्वात् रूपद्वयं भवति. टच् विधानं भवितुमर्हति, टच् विधान विहाय सामान्यरूपं भवितुमर्हति. तत्र न लोपय प्रातिपदिकं तस्य इति सूत्रस्य प्रसक्तिः भवति इति उपचर्मनीतिरूपं सिद्ध्यति. नपुंसकात् अन्यतरस्याम् इति कार्यं करोति चेत् चर्मन् इति अनन्तस्य टच् विधानं भवति, अमादेशं भवति न भयत्वात् अवतं तु पञ्चम्यति सूत्रेण. तत्र उपचर्मम् इति रूपं सिद्ध्यति. महोदय, जस्ट् नौ ऐ सॉ उपचर्मम् अण्ड् उपचर्म, नकारान्तस्य लोपः भवति, मे बि न लोपो प्रातिपदिकान्तस्य इति अष्टमाध्याये एकसूत्रमस्ति न, तत् कार्यं करोति वा? तत् कार्यं करोति, तत्र नकारस्य लोपः भवति. प्रातिपदिकान्तस्य नकारस्य लोपः भवति, अतः उपचर्म इति रूपम्, उपचर्मम् इति रूपं, रूपद्वयम्. And right. When it is upacharma, it is upacharma, upacharma, upacharma eva. Upacharma bhavati chet, panchami, tritiya, saptami or vistarupam bhavati. I mean panchami na, tritiya, saptami, vistarupam. Panchami, yada sadharnatya, panchami sub, vibhakti karyam karoti, tada eva rupam bhavati. See, what does nalope pratipatikantasya sutram, what does it say? प्रातिपदिकसंज्ञां सप्नकं यत् पदं तदन्तस्य नकारस्य लोपो स्यात्, लोपः भवति. तत्कारणेन चर्मन् इति नकारान्तपदस्य नपुंसकप्रातिपदिकमस्ति इति कृत्वा तस्य न लोपः भवति इति कारणेन उपचर्म इति उपस्थितिः. द्वितीयबिन्दु विजया भगिनी पठितुम् इच्छति वा? नमस्कारः. उत्तरपदं खलु अत्र? आं, शरदादिगणे. उत्तरपदं शरदादिगणे अस्ति चेत् अव्ययीभावे शरत् प्रवृत्तिभ्यः प्रवृत्तिभ्यः इत्यनेन शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे टच् इति समासान्तप्रत्ययः विधीयते, येन अदन्तत्वं सिद्ध्यति. अत् अन्तत्वं भवति, अत् अन्ते भवति. तत् पश्चात् न अव्ययीभावात् अतोम्यः इत्यनेन अदन्तात् अव्ययीभावात् सूपप्रत्ययस्य लुक् न भवति. अपि च पञ्चमी विभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते. तत्र अव्ययीभाव शरत् प्रभृतिभ्यः इति सूत्रेण तत्र शरदादिगणे एतत् विद्यमानः तत्र तत् शब्देभ्यः अव्ययीभावसमासे टच् विधीयते, टच् प्रत्ययम् अत्र आगच्छति. नित्यरूपेण विधीयते एव विकल्पेन विधीयते? तत्र वा अन्यतरस्यां विकल्प विभाषा एतत् सर्वं न आगच्छति खलु? अत्र नित्यमेव भवति खलु जि नित्यं भवति किं कारणेन नित्यं भवति इति पृच्छते चेत् शरदादि शरत्प्रभृद्धिभ्यः इति कारणत्वात् नाट् बिकास् आफ् इट् इस् इट् डजन्ट् हेव् अन्यतरस्यं विकल् विभाषा आर् वा नाट् बिकास् आफ् दोस् प्रत्यय ऐ मीन् पदात् बिकास् इट् इस् स्पेसिफिकलि फार् शरदादि शरदादिगण इट् इस् स्पेसिफैड् देन् it has to be always saradadi gana it has to be a nitya roopa that is why nitya it's a nitya sutra avyai bhave sarat prabhriddhi bhya iti nitya roopena vidiyate tach padatu bhai agram tat pashchat na avyai bhavat atomyat panchamyah iti anena etat vachaitva anyesham sthane am adeshaka bhavati विकल्पेन तृतीयसप्तमी बलं भवति वा विकल्प तत्र एतत् सर्वम् अन्येषाम् अन्यासाम् इत्युक्ते तृतीय सप्तमी एतत् सर्वम् आगच्छति खलु तत्र अम्भावः एव आगच्छति विकल्पेन भवति तृतीयसप्तम्योर्बहुलम् इति सूत्रेण यथा नव्ययीभावात् अथं तु पञ्चम्या इति कार्यं करोति तत्र तत्र तृतीया सप्तम्योर्बहुलमपि कार्यं करोति आं जि अस्तु पुष्पा भगिनी अहमेव वा जि न पुष्पा भगिनी अस्ति पठितुमिच्छति वा पुष्पा भगिनी अस्मि महोदय अस्मि महोदय पठितुमिच्छति वा परिशिष्टं न तत् उपरि उत्तरपदं तृतीयबिन्दु उत्तरपदं जयन्त जयन्तमस्ति अस्तु अस्तु महोदय उत्तरपदम् इत्यन्तम् अस्ति चेत् जयः इति सूत्रेण अविभावसमासस्य अन्तिमवर्णः जय् प्रत्याहारस्य वर्णः अस्ति चेत् तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः भवति येन अदन्तत्वम् सिद्ध्यति इत्यनेन अदन्तत्वं सिद्ध्यति तत्पश्चात् न विभाव भाव पञ्चम्याः इत्यनेन अदन्तात् अविभावात् सुप् प्रत्ययस्य लुक् न भवति अपि च पञ्चमी विभक्तिं विहाय अभ्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते यस्मिन् पक्षे टच् न भवति यस्मिन् पक्षे समासानन्तरं सन्धिकार्याणि यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे समासानन्तरं सन्धिकार्याणि भवन्ति इत्यनेन अविभावसमासः इति विषयः समाप्तः एकनिमिषं दृष्ट्वा एकनिमिष उत्तरपदं जयन्तम् अस्ति चेत् जयः इति सूत्रेण अविभावसमासस्य अन्तिमवर्ण झै प्रत्याहारस्य वर्णः अस्ति चेत् तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः भवति इति अत्र अदन्तम् अस्ति चेत् न तद्विषयात् अदन्तत्वं सिद्ध्यति जयवर्ण जयप्रत्याहारे किं किं वर्णः अस्ति जय तु एकनिमिष महोदय एकनिमिष एकनिमिष दीयते वा पुस्तकं दृष्ट्वा वदामि महोदय मया तु मनसि न तिष्ठति न तथैव पुस्तकं दृष्ट्वा वदतु अस्तु अस्तु एकनिमिष जै प्रत्ययः एतद् एते सर्वे आगत्वा दागमः अन् ऐ ओर् अन् ऐक ऐक I should have it out. I'm sorry. Screen pashyatu. Screen pashyatu. Jai Pratabhare ji. Screen me. Jai Pratyahara ham. एकनिमिष भगिनि त च तत कप ते सर्वे तत्तु प्रथम ककारः तकारः तत्तकारः पञ्चमवर्णान् विहाय प्रथमद्वितीय तृतीय चतुर्थी वर्णानां सर्वे जयन्दारे भवति तदेव किं वक्तुं चेत् जबैङ्ग् अस्तु खलु जब गडद अनन्तरं जबगडद कप छटत छटत कपै अत्र यकारः नास्ति अनन्तरं फिफ्त् लेटर् सर्वत्र विजाय खलु पञ्चमवर्णान् विहाय नासिकवर्णान् विहाय कूप् कप् कूपु चूटु तु ते सर्वे अस्ति सर्वे सर्वे कुचुटु तुपु इस् मीन्स् नासिकवर्णान् विहाय सर्वे जयान्धारः अस्ति जयान्धारे अस्ति चेत् विकल्पेन टच् भवति तदेव अनन्तं तत् कारणात् अनन्तं सिद्ध्यति तत्र एकं वक्तुम् इच्छामि झय् अन्धहारे सर्वान् हलन्दान् इति वक्तुं न शक्यते किन्तु करोति मेक्सिमम् हलन्दम् इस् कम् अण्डर् झय रैट् बट् फार् नकार देर् इस् न त्वं त्व न लोपो प्रातिपदिकान्तस्य सूत्रं प्रातिपदिकान्तस्य अस्तु अस्तु एण्ड् इफ् इट् इस् उपधा हेस् कोटे अकार अनन्द अनश्च केन् वर्क् अनश्च इति कार्यं करोति सो यु हेव् कवर्ड् आल् द हलन्दवर्णस् एक्सेप्ट् नासिका इन् द नासिका नकार हेस् गोट् अ स्पेशल् रूल् ओन्लि नकार गेट् अ स्पेशल् रूल् म्यूट् करोतु भगिनि अस्तु वा महोदय तदेव न तदेव अत्र तद् विषयं ऐ मीन् विवरणं कृतं न रैट् अस्तु अस्तु धन्यवादः भगिनि नमस्कारः नमस्कारः रोहिणी भगिनि परिशिष्टं पठतु क्षमितां महोदय ऐ मीन् केम् लेट् ऐ हेव् टु नो नो प्रोब्लम् भगिनि पठतु भगिनि परिशिष्टम् अव्ययं विभक्ति समीप समृद्धि वृद्धि अर्थाभाव अत्यय असंवृद्धि शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य यौगपद्य सादृश्य सम्पत्ति साकल्य अन्तवचनेषु इति सूत्रे अव्ययस्य षोडश अर्थाः दृष्टाः अव्ययानाम् इतोपि अधिकाः अर्थाः अपि भवितुम् अर्हन्ति तेषाम् अर्थानां समर्थनार्थं सूत्रस्य योगविभागः कृतः प्राचीनकाले अव्ययीभावसमासस्य विषये ये प्रयोगाः कृताः शिष्टैः तेषां प्रयोगाणां समर्थनं शक्यते एव प्राचीनप्रयोगाणां समर्थनं कथञ्चित् करणीयं योगविभागेन वा नो चेत् सह कृपा इति सूत्रेण वा तादृशसमा समासान् कर्तुं वयं न अर्हामः. वयं तु केवलं षोडशेषु अर्थेषु एव समासं कर्तुं शक्नुमः. दृष्टान्तसहितं पठतु, दृष्टान्तमपि पठतु. दिशयोः मध्ये अपदिशं, द्वयोः दिशयोः अन्तरालम् इत्यर्थः. अलौकिकविग्रहवाक्यं दिशा योग ओस् योग अप. समाससंज्ञा भवति प्राक्कटारसमासः इति सूत्रेण. अव्ययीभावः इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति. अव्ययं विभक्तिसमीपसमृद्धिवृद्धि अर्थाभाव अश्चय असम्प्रति शब्दप्रादुर्भाव पश्चात् यदा आनुपूर्वे यौगपद्यसादृश्यसम्पत्तिसाकल्य अन्तवचनेषु इति सूत्रेण अपा इति अव्ययं समर्थेन दिशा इति सुबन्धेन सह समस्यति. दिशा योग ओस् योग अपा समासस्य प्रातिपदिकसंज्ञा भवति तद्धितसमासश्च इत्यनेन सूत्रेण. दिशायोग ओस् योग अपा इदानीं सुप्रत्ययस्य लुक् लोपः भवति सुभो धातुप्रातिपदिकयोः इत्यनेन. अतः दिशा योग ओस् योग अपा इत्यस्मिन् ओस् इत्यस्य लुक् दिशायोग अपा इति. दिशायोग अपा सुप्तिङ्गान्तं पदम् इत्यनेन यस्य अन्ते सुप्रत्ययः अस्ति तस्य पदसंज्ञा भवति. अत्र च उप इत्यस्य अन्ते सुप् न दृश्यते तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा. उत्तरमस्ति यत् प्रत्ययलोभे प्रत्ययलक्षणम् इत्यनेन पदसंज्ञा अस्ति एव. अव्ययात् परस्य सुप् प्रत्ययानां च लुक् भवति अव्ययात् आत्सुपः इति सूत्रेण. अतः अप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः. दिशायोग आप् अत्र प्रथमनिर्दिष्टं समासे उपसर्जनम् इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति. अत्र समासविधायकसूत्रमस्ति अव्ययविभक्तिसमीपसमृद्धिवृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यदा अनुपूर्वे यौगपद्ये सादृश्यसम्पत्ति साकल्यान्तवचनेषु. अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमविभक्तौ अस्ति अतः तस्य उपसर्जनसंज्ञा भवति. अधुना उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति. अत्र अप इति अव्ययं तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति. पुनः अत्र एयोग्यविभक्ति च अपूर्वनिपाते इति सूत्रेण दिशा इति शब्दस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति. अत्र उपदिशा इति भवति. अव्ययीभावश्च इत्यनेन अव्ययीभावसमासेन निर्मितस्य पदस्य अव्ययम् इति संज्ञा भवति. अपदिशा इत्यस्य अव्ययसंज्ञा भवति. उपदिशा अत्र गोस्त्रियोरुपसर्जनस्य इति सूत्रेण उपसर्जनस्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य ह्रस्व भवति. दिशा इति स्त्रीप्रत्ययान्तशब्दस्य ह्रस्वत्वं भवति. उपदिशा इति भवति. क्षम्यताम् अपदिशा अपदिशा इति भवति. अपदिशा इदानीं लिङ्गस्य निर्णयः भवति. अव्ययीभावश्च इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम्. अतः अपदिशा इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम्. अपदिशा योग सु अपदिशा इति प्रातिपदीयस्य अव्ययसंज्ञा भवति. अधुना सुप्रत्ययस्य उत्पत्तिः. अत्र अव्ययात् आप्सुपः इति सूत्रेण प्राप्यमाना सुप् लुक् न अव्ययीभावात् अधो अन्त अपञ्चम्याः इति सूत्रेण निषिध्यते. न अव्ययीभावात् अधो अन्त अपञ्चम्याः इति सूत्रेण अदन्त अव्ययीभावात् अङ्गात् परे सुप्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी विभक्तिं विहाय. पञ्चमी विभक्तौ अम् आदेशः न भवति तत्र यदा सामान्यं सुप्रक्रिया भूत्वा रूपं भवति अपदिशात्. अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति. अपदिशायोग अम् अत्र अमिपूर्वः इत्यनेन अक्वर्णात् अम् सम्बन्धिनि अजिपरे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्. पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु अपदिशम् इति रूपं सिद्धं भवति. तृतीयसप्तम्योर्बहुलम् इति सूत्रेण अदन्त अव्ययीभावात् परे तृतीयसप्तम्योः च स्थाने बहुलम् अमादेशः भवति. अनेन तृतीयविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति अपदिशम् अपदिशेन अपदिशम् अपदिशे. अन्यासु विभक्तिषु अपदिशम् इति रूपं सिद्धं भवति. तृतीयविभक्तौ अपदिशम् अपदिशेन सप्तमीविभक्तौ अपदिशम् अपदिशे अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय अपदिशम् इति रूपं सिद्धं भवति. पञ्चमीविभक्तौ अपदिशात् इति रूपं भवति. दिशोः अन्तरालम् अपदिशम्. अतः सर्वासु विभक्तिषु अव्ययपदस्य रूपाणि पश्यामः. विभक्तिः एकवचनं द्विवचनं बहुवचनम् अत्र वदतु. अत्र किं परिशिष्टरूपेण दत्तमस्ति? प्रसक्तिः अस्ति किं तत्र? दीर्घसूत्रस्य योगविभागः अपि क्रियते पूर्व आचार्येण, परन्तु वयं तत् न पठितुं शक्नोमि इति प्रथमं दृष्टं. तदा परं दिशाशब्दस्य एक्साम्पल् दीयते. किं किं किम् अत्र उदाहरणस्य वैशिष्ट्यम् अस्ति इति वदतु. अतः स्त्रीप्रत्ययान्तशब्दः दिशा. अत्र एकं सूत्रं दिशयोः मध्ये दिशा योगः ओस् योगः अप. तत्र पूर्वं यत्रापि अहं कुत्र दृश्यते वयं सर्वं विभक्तिसमीपसमृद्धिव्यर्थि अर्थाभाव अर्थे असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य यौगपद्यसादृश्य सम्पत्ति साकल्य अन्तवचनेषु एतानि पदानि तयोः अर्थं स्वीकृत्य एव अव्ययीभावसमासान्त अव्ययीभावसमासान् निर्मितवन्तः. किन्तु सूत्रे अव्ययपदम् उपयुज्य किमपि न कृतं पूर्वम्. अस्मिन् उदाहरणे अप इति अव्ययम् इति पदस्य उपयोगम् अव्ययीभावसमासे कथं भवति इति परिशिष्टरूपेण दत्तमस्ति भगिन्या. Now clear, because we were told, we were given all examples starting from vibhakti. Vibhakti means the saptami. Adi adi hari, from there we started. Antavajaneshu, that also we got up to antavajaneshu, we came only up to that with all the meaning of samipa, samriddhi, vyardhi, arthabhava, atyaya, yavu, samprapti, shabdapadurbhava, paschad. Yada we got four meanings for yada. आनुपूर्व्य योगपद्य सादृश्य सम्पत्ति साकल्य अन्तवचनेषु वि गाट् द एक्साम्पल्स् आल् दिट् बट् नेवर् वि गाट् ए एक्साम्पल् दर् इस् अ वर्ड् काल्ड् अव्ययम् आल्सो इन् द सेम् सूत्र फार् देट् वि डिन् डू एनी एक्साम्पल् इन् द बिगिनिङ्ग् नौ दिस् दिस् परिशिष्टं गिव्स् देट् पदम् अव्ययं पदम् आल्सो हेस् गाट् ए यूसेज् इवन् दो that yoga vibhaga, all those things which she has, Bhagini has told is applicable because Sahasupa. But Abhyayam, an example is given as, Apa is given as an example here. That's why Apadisha, Apadisham iti Rupa, because Akarandam asti kritva, tasya na ve bhava tatomtva panjamya nispadyate, adandam asti. Right? So that is why the importance of this parishishtam. Because we did all the other padas, like vibhakti onwards. But vabhyayam also is there in the sutra, no? For that only, this one. Astu, any questions? These are all things which we have studied. Ekapa vibhakti cha purva nipade, gosriya rupasarjanam. Anything else to be discussed? Any questions? Mahodaya, did you ask Vidya Bhagini that day about the question we had in the last class? I forgot. Which one? we were supposed to ask Vidya Bhagini about something. I don't remember what. Anybody else remember? Gomati Bhagini, which was that? There was a question last week, remember? And we were going to ask Vidya Bhagini and we forgot. Question was there, yes. But I'm not remembering. What is the question? Me neither. Actually, even that time when I tried to ask, I couldn't remember that time too. We had a question and we did not know something. And we are going to ask Vidya Bhagini. I can't remember what it is. Anyway, when we... Pushpa Bhagini, kim uktavati mayena avagatam? No. Eka prashnam asit. गतकक्षायां प्रैकं सम् एकं प्रश्नं समस्या आसीत् तस्य उत्तरं मया न दृष्टं तत्र मया उक्तं विद्याभगिन्या स्पष्टीकर्तुं शक्यते चेत् वदामि इति तत् प्रश्नं न स्मरामि मयापि पठामि चेत् आगच्छति न यदि ध्वनिमुद्रणम् एकवारं तथैव मम मया न कृतवन्तः कृतवती तत्तु करोमि इति उक्तं परन्तु चिन्ता मास्तु भगिनी मया श्रुत्वा भगिन्या कृते स्पष्टं ओके एण्ड् वन् मोर् थिङ्ग् महोदय वन् मोर् थिङ्ग् महोदय विद्या भगिनी आस्क्ड् मी टु कम्पेर् द रेकार्डिङ्ग्स् इफ् दे आर् ओके आर् नाट् यु नो वट् हेपन्स् वेन् ऐ ओपन् वन् रेकार्डिङ्ग् इट् ओपन्स् अप् इन् द अदर् वन् टु बेसिकलि इट्स् द सेम् रेकार्डिङ्ग् रैट् सो इट्स् फैन् So, but I'm okay. just putting both of them along with each other and then go to a certain spot and then listen to it. That's what I'm doing. If you talk to her or if you discuss something with her, let her know. That's what she had asked me to compare to make sure that everything is smooth. Okay. I mean, all the recordings are recorded properly or not. What is okay. this new net that we are that she mentioned about? No, that's a new web name. We have got a web name registered for our classes. Oh, it okay. is called worldsanskrit.net. Okay. So if anybody goes to worldsanskrit.net, we'll come to the new website. And they can also figure out how to apply for classes, how to start right. Beginning for classes. Okay, that's what I'll do from now on. I think I'm going to just send them. Let them look it up. Right. It's World Sanskrit in or what? WorldSanskrit.net. .net. Okay. Okay. Yeah, it's very... I mean, he has explained. His AM, all of that is there in that. Right. So that page will go live only on the 15th of... June? I think 15th of June, I think. Yeah, because I wanted to, I don't know when the class is starting, I wanted to give it to somebody. So I just sent them the email, so let's see if there are more people will be joining from our area, because I sent them the email. They may contact you. We are launching new spoken Sanskrit batch from day after tomorrow. If they register, they'll join. Otherwise, they won't. I mean, I don't care. They can send me and send the email to Swarup Mahodaya or to me. I'm not even sure if they're interested. Somebody sent a Sanskrit class thing, which is they're charging like $70 whatever. And I wrote to them that these are free classes. If you want to pay, you pay. And I mean, as a donation, and you can join this free. So I was going to send it to them, and then I sent it to them. Let's see if anybody joins. I mean, nobody has really questioned to me. Okay. If they do, then that's it. I mean, it's up to them. You know, nobody is forcing anybody anyway. Okay. Astu. Atrastagyama. we'll huh. stop here. Sorry, I was supposed to speak in Sanskrit only, but... Om Sarve Bhavantu Sukhinaha, Sarve Santu Niramaya, Sarve Badhani Pashyantu, Ma Kaschid Dukkha Bhavet. Om Shanti Shanti Shanti Hari Om Shri Gurubhyo Namaha Hari Om.